पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 206 सौभरिरुवाच धर्मराज शिबिश्रीमानाकर्ण्य तद्वचो मुनेः नारदस्याब्रवीत्प्रीतमना इति तमुत्तमं शिबिरुवाच मुने तीर्थवरस्यास्य निगमोद्बोधकस्य ते माहात्म्यं वर्णितं सम्यक् श्रुतं पापहरं मया इन्द्रप्रस्थेऽत्र शतशसन्धितीर्थानि वै मुने अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते नारद उवाच इन्द्रप्रस्थान्तरावर्तिन्येषा या द्वारका नृप अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे काम्बिल्येधद्विज कश्चित् पुष्पेषुर्मूर्तिमानिव सर्वासां योषितां चित्त हारी स्यादग्रविभ्रमैः सङ्गीतविद्याकुशलकोकिला मधुरध्वनिः एकदा स करे वीणां धारयन्वादयन्मुहुः कण्ठेन कोकिलालापमधुरेण धराधिप गायन् बभ्रामनगरे प्रतिरध्यं महामतिः तस्य गीतिध्वनिं श्रुत्वा मूर्च्छना तानसंयुतं त्यक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः मोहितास्तस्य रूपेण कामवेगं न सेहिरे जादास्कलितवीर्यास्ता गीतं श्रुत्वा समक्षदः ब्रह्मणो मानसं येन लोभितं भारतीं प्रति शिवस्यार्थशरीरं च पार्वत्यै येन दापितं ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि यस्मरन्तं क्षमो जेतुं स्त्रियः प्रकृतिचञ्चलाः तास्मरावेश मासोढुं न साध्योऽपि विषेहिरे वक्तव्यमिति किं राजन् लोके कामो हि दुर्जयः अध तास्तत्र तत्रेयुर्यत्र तत्र व्रजत्यसौ प्रगायन् कण्ठवीणाभ्यां प्रगायन् स्वरमोहितः तासां पदि सुतभ्रातृपितरोऽथ नराधिप आगत्य भर्सयित्वा ता निन्युस्वान् स्वान् गृहान् प्रति तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदन्तिके यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे राजापि तं समाहूय पप्रच्छ रहसि द्विजं केन मन्त्रेण भो विप्रमोहितास्ताः पुरस्त्रियः तन्ममाचक्ष्व विप्रेन्द्र दास्यामि बहुते धनं नो चेन्निष्कासयामि त्वां निजराज्यान्न संशयः नारद उवाच श्रुत्वेदि नृपदेर्वाक्यं नृपदिं सद्विजोत्तमः उवाच सत्यं तस्याग्रे वाचोरूपगुणार्णवः द्विज उवाच न मन्त्रं नौषधं राजन् विद्यते मयि भिक्षुके किन्तु ते नगरे सर्वा योषितो ह्यचितेन्द्रियाः रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा स्मरवेगं सहं तेन राजंस्तव पुरे स्त्रियः किं करोमि महाराज कोपराधोऽस्ति मे विभो पुराकृतमिवोल्लङ्घ्यं शासनं न महीपते नारद उवाच उशीनरशिबे राजन्नेवं कथयदि द्विजे सर्वे पौराः समेत्याथ प्रावदन्निधिभूपतिं पौरा ऊचुः राजन्ननेन विप्रेण मोहिताः पौरयोषितः गृहेषु न हि तिष्ठन्ति ह्यस्माभिरनिवारिदाः यद्ययं मोहनस्त्रीणां नगरे वत्स्यति प्रभो तदा देशान्तराण्येव यास्यामो वयमद्य वै कतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः तमनुप्रस्थितात् क्षेत्रात् गौरीयं पापिनामिव विना तं शरणं व्यादं त्यक्तश्रीभिर्नरेश्वर अधैनमनु यास्यन्ति वासिताभिर्वृषं यथा शून्यालये कथं लक्ष्मीर्यत्नदोऽप्यवतिष्ठति धर्मोऽर्धश्च गृहं चैदत्रयं स्त्री वशगं यदः कान्ताद्धर्मधनाधीना तयोर्नाशेन तिष्ठति नारद उवाच एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः राजान्तिक उपाविष्टा इत्यूचुस्ताः परस्परं पौरस्त्रिय ऊचुः कामं वामाकृतिं विप्रमेनं प्राप्य मनांसिनः उल्लसन्ति दिवाधीशं कमलानीव वारिणि सङ्कुचन्दि विना तेन कुमुदानि यथेन्दुना आगच्छन्द मिलित्वैनं धारयामो नृपाग्रदः अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः नारद उवाच इत्युक्त्वा तास्त्वरावत्यो जगृहुस्थं द्विजोत्तमं पश्यदां निर्भर्तॄणां राज्ञश्चैव पुरस्तदा ऊजुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः इत्याकर्ण्यवचस्तासां स विप्रः प्रत्युवाचः विप्र उवाच भवतीनामहं पुत्रो भवत्यो मातरो मम गृहान् किमर्थमुत्सृज्य भवतः पर्यटन्तिः आराधयथ नाथान् स्वान्यदो लोकद्वयं ध्रुवम् आराधितेषु पदिषु विष्णुः सर्वसुरेश्वरः प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभं यास्त्री स्वपदि मुत्सृज्य सेवतेऽन्य सुखेच्छया सापवादमवाप्नोति यादिघोराञ्च दुर्गतिं उषित्वा तत्र कल्पान्ते यावत् सा पदिवञ्चना पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते तस्मादपि पशुत्वं सा लभते बहुजन्मसु ततो मुक्ता मनुष्यत्वे व्यङ्गा भवति तत्र सा एवं पापगतिं ज्ञात्वा निवर्तध्वमदो जनद नो वा यास्यथ देहान्ते नरकं भृषदारुणं यदिच्छन्ति भवन्त्यो मे सुखं तन्नेह लप्स्यथ पापमेव हि युष्माकं यदोद्धः पतनं नृणां नारक उवाच श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च लज्जया नम्रमुख्यास्ता लता वादहदा इव तासां तु पुरनारीणां स्मराग्निर्भृषदारुणः शशाम तस्य शीतेन भटोर्वचनवारिणा उद्धाय चेलुः सर्वास्ता विनिन्दन्त्य इति स्मरम् ब्रह्मशक्रादिदेवानामपि मोहकरं नृप स्त्रिय ऊचुः धिक्किमं पापकर्माणं शीलदारुकुठारकं कामवामदृशं प्रीत्यै धन्यो येन हतस्मरः किं वद हेम जगत्पूज्या रुक्मण्यं जठरेयया धृतप्रद्युम्ननाम्नासौ राहुस्त्रीशीलचन्द्रभुक् सदेवाधम आयादि यदि नो दृष्टगोचरं भूयोध्यानकृदेशान तृगग्नौ तं क्षिपामहे येनायं जनितपापो ह्यात्मरामेण विष्णुना कुदषोडशसहस्रस्त्रीप्रियकाहिनकथा एवं विनिन्द्य तं कामं तुष्टुवुस्तं द्विजोत्तमं शीलं स्वस्य च तासां च रक्षितं येन भूपते धन्यासामुष्य जननी ययायं ब्राह्मणोत्तमः स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः धिगस्तु नो राजलोकैर्हसिता स्मर निर्जिताः याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम् नारद उवाच एवं विचिन्तयन्त्यस्ता एक्यमत्ययुधा स्त्रियः जग्मुत्स्वं स्वं गृहं सर्वा द्विजवाक्येन बोधिताः अधरा चापि काम्पिल्यस्तं द्विजं वस्त्रभूषणैः सम्पूज्य प्रेषयामास सद्गृहे संयतेन्द्रियम् अधागच्छति काले तु कारुषाधिपतिर्बली काम्बिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा तयोर्युद्धमभूद्घोरं तेन युद्धे स खादितः नगरं लुठितं सर्वं हदा शूद्राश्च सर्वशः तास्त्रिह्यः कालकूडं तु खादित्वा मरणं गदाः प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः राक्षस्यो नगरे जाता महाकाया भयानकाः तत्रादा निहता सर्वा पुनरार्यो हनुमता यज्ञांश्च रसदो जिष्णोस्तिष्ठतां रथकेतने पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः एवं तेन दुपापेन वाङ्मनो विहितेन तु ताभिर्जन्मद्वयं प्राप्तं राक्षसी योनिमिश्रितम् पापेन नाशिदं दासां सनृपं नगरद्वयम् अत एव न कर्तव्यं परकान्तनिषेवणं नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा न त्याज्यस्वपदि स्त्रीभिः इच्छन्तीभिस्तु सद्गतिम् कथितमिदं मया मनो वचोभ्यां जनितमखं च यदन्यकान्तभक्त्या फलमपि च यदेव लब्धमाभिस्तदपि शिवे बहु विस्तरेण तुभ्यम् इन्द्रप्रस्थगदानये मम नखाया द्वारका दृश्यते तास्तस्या जलबिन्दुदेहपतनात् पौरस्त्रियो रेभिरे स्वर्गं चित्तवचोऽन्यकान्तभजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लादतम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये द्वारकावर्णनं नाम षष्ठाधिकद्विशततमोऽध्यायः ॐ